अस्पृश्यानवलोक्येयम् शेषभारकरीधर वर्षे वर्षे क्रमाज्जाता मङ्गलम् नापि दृश्यते इयम् धरा पृथिवी वर्षे वर्षे क्रमात् शेषभारकरी जाता शेषस्य अनन्तस्य भारमेव करोति तथा च अस्पृश्य अनवलोक्या च स्प्रष्टुमयोग्या द्रष्टुम् च अयोग्या भवति क्रमात् एवम् जाता कुत्रचित् मङ्गलम् किमपि शुभम् किमपि न दृश्यते।